गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। सर्वेभ्यो नमस्कारः। न्यायवर्गे सर्वेषां सुस्वागतम्। द्वितीय असमवायीकारणवर्णनम् इति चतुर्नवतितमपुटे परिमाणस्य परिमाणम् इति गुणस्य लक्षणम् अस्माभिः अधीतं। मानव्यवहार असाधारणं कारणं नवद्रव्यवृत्ति चतुर्विधम् अणु महद्दीर्घं ह्रस्वं च इति, किन्तु तत्र अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वम् इत्येव स्वीकर्तव्यमिति, अपि च परिमाणस्यैव विभागान्तरम् अस्माभिः दृष्टं, तत्र अणुपरिमाणं मध्यमपरिमाणं परममहत्परिमाणम् इति। तेषु अणुपरिमाणस्य परममहत्परिमाणस्य अणुपरिमाणे परममहत्परिमाणे कारणत्वं नास्ति, केवलं मध्यमपरिमाणमेव अन्यस्य मध्यमपरिमाणस्य कारणं भवितुम् अर्हति। अणुपरिमाणात् अन्यत् अणुपरिमाणं न लभ्यते, परममहत्परिमाणात् अन्यं परममहत्परिमाणं न लभ्यते। स्वाश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणम् उत्कृष्टपरिमाणजनकत्वम् इति अस्माभिः अधीतं। तत्र परिमाणस्य कारणत्वं वक्तव्यं चेत् स्व आश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणजनकत्वं न, अत्र स्व आश्रय नास्ति, सजातीयपरिमाणजनकत्वे सति उत्कृष्टपरिमाणजनकत्वम् इति एव परिमाणस्य कारणत्वं भवति इत्यतः अणुपरिमाणम् अपि च परममहत्परिमाणं द्वयमपि यस्य कस्यापि अन्यस्य परिमाणस्य कारणं न भवति। तर्हि द्युणुके विद्यमानपरिमाणं प्रति परमाणौ विद्यमान एक द्वित्वं कारणं भवति, त्र्यणुके विद्यमान अणुपरिमाणं प्रति मध्यमपरिमक्षमितं त्र्यणुके विद्यमानमध्यमपरिमाणं प्रति द्युणुके विद्यमान अणुपरिमाणं न कारणं भवति, किन्तु द्युणुके विद्यमानत्रित्वमेव कारणं भवति इति एतत् सर्वं गतवर्गे अस्माभिः अधीतम्। अपि च घटे विद्यमानपरिमाणं प्रति कपाले विद्यमानपरिमाणम् असमवायीकारणम्। असमवायीकारणस्य लक्षणं किं? यत् समवायेन स्थित्वा समवायेन कार्यं जनयति तत् असमवायीकारणम्। अपि च तत्र द्वैविध्यम् अस्माभिः दृष्टं, कारणेन सह कार्येण सह इति। कार्येण सह इत्यस्य उदाहरणमस्ति कपालद्वयसंयोगः घटं प्रति कारणम्। कारणेन सह इत्यस्य उदाहरणं भवति परिमाणं, कपालपरिमाणम् इति कारणं घटपरिमाणं जनयति इति। तर्हि अत्र द्वितीयविध असमवायीकारणं कारणेन सह यत् कार्यं जनयति तादृशकारणस्य विषये अत्र पाठः दत्तः अस्ति। एतत् सर्वम् अस्माभिः समीचीनतया अधीतमेव पूर्वमेव, तर्हि झटिति पठितुं शक्यते, पश्येम। अस्तु, श्रीराम महोदय आरब्धुमिच्छति वा? नमस्कारः महोदय, विलम्बेन दृष्टं भगिनि। द्वितीयसमवायीकारणं कपालघट घटयोः परिमाणयोः अस्ति कार्यकारण कपालघटगतयोः महोदय कपालघटगतयोः परिमाणयोः कपालघटगतयोः परिमाणयोः अस्ति कार्यकारणभावः आनुभविकः, परन्तु चित्रेणेदं स्पष्टं यत् द्वयोः समानाधिकरण्यं नास्ति। कपालस्य परिमाणं तद्गुणः पुटसङ्ख्या अस्ति 94। धन्यवादः। तद्गुणः कपालस्य परिमाणं तद्गुणः तत्रैव समवायेन स्यात्। घटपरिमाणं च तद्गुणः तत्र समवेतः भवेत्। अतः तयोः समानाधिकरण्यनिर्वाहाय कार्यं घटपरिमाणं कारणाधिकरणे कपाले परम्परासम्बन्धेन नेतव्यम्। स च परम्परासम्बन्धः समवायी स्वसमवायित्वसम्बन्धः स्वं घटपरिमाणं तत् समवायिघटः तत् समवायिकपालः समवायित्वं कपाले इति स्वसमवायित्वसम्बन्धेन घटपरिमाणं कपाले प्राप्तं। तत्रैव च कपालपरिमाणम् अपि समवायेन वर्तते इति कार्यकारणयोः कपाले समानाधिकरण्यं सम्पन्नम्। महोदय, अत्र समानाधिकरण्यम् इति भवता पुनः पुनः पठितमस्ति, किन्तु सामानाधिकरण्यं सम्पन्नम्। इदानीं अत्र कपालघटगतयोः परिमाणयोः अस्ति कार्यकारणभावः अनुभविषः। चित्रं निरूपितमस्ति तत्र, कपाले परिमाणम् अस्ति, घटे अपि परिमाणम् अस्ति। कपालपरिमाणं घटपरिमाणस्य कारणमस्ति, घटपरिमाणं कार्यमस्ति। तत् एतद् अनुभवः अस्ति, अस्माकम् अनुभवः अस्ति तु सा द्वयोः इदानीं द्वयोः परिमाणयोः अधिकरणं भिन्नम् अस्ति। एकत्र कपालः अधिकरणम्, अन्यत्र घटः इति घटः अधिकरणम् अस्ति। अतः द्वयोः परिमाणयोः अधिकरणं समानं नास्ति इत्यतः सामान्याधिकरण्यं नास्ति। कपालस्य परिमाणं तद्गुणः तत्रैव समवायेन स्यात्। कपालपरिमाणं समवायसम्बन्धेन कपाले वर्तते, एवं च घटपरिमाणं घटे समवायनसम्बन्धेन भवेत्। अतः तयोः समानाधिकरण्यं निर्वाहाय, इदानीं समानाधिकरण्यं करणीयं द्वयोः मध्ये। किमर्थं समानाधिकरण्यं वा? किमर्थं समानाधिकरण्यं निरूपणीयं? समानाधिकरण्यं नास्ति चेत् किमर्थम् इति इति उच्यते चेत् समानाधिकरणं भवेत्। कार्यकारणभावः निरूपणीयः चेत् ययोः मध्ये समानाधिकरण्यम् अस्ति, तयोः मध्ये एव कार्यकारणभावः भवितुम् अर्हति। तदेव अस्माभिः चिन्तितं खलु कार्यकारणभावनिरूपणार्थम् इति। समानाधीनस्ति महोदय, समानाधिकरण्यं भवेत्, निश्चयेन भवेत्। अतः एव समवायिकारणे अपि अस्माभिः समानाधिकरण्यं निरूपितं। कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटं जनयति इति कृत्वा, तर्हि अत्र तत्र कथं वा चित्रं निरूपितं? कपालः अधोभागे अस्ति, उपरि दक्षिणभागे कपालः, पुनः कपालः एव, तस्मिन्नेव स्तरे उपरि घटः। कपालः कपाले केन सम्बन्धेन वर्तते? तादात्म्यसम्बन्धेन वर्तते. स्थित्वा समवायेन घटं जनयति. तर्हि इदानीं कपालघटयोः मध्ये सामानाधिकरण्यं निरूपितम् इत्यतः एव तयोः मध्ये कार्यकारणभावः अस्ति इति निरूपितम्. किन्तु अत्र क्लेशः कः? कारणमस्ति कपालपरिमाणं. कुत्र वर्तते? कपाले वर्तते. कार्यमस्ति घटपरिमाणं. कुत्र वर्तते? घटे वर्तते. इति कृत्वा कपालपरिमाणघटपरिमाणयोः मध्ये सामानाधिकरण्यं नास्ति. नास्ति चेत् तयोः मध्ये कार्यकारणभावः न निरूपयितुं शक्यते. तर्हि येन केनापि परम्परासम्बन्धेन एकस्य यस्य कस्यापि तत्र घटपरिमाणस्य कपाले आनेतव्यं, नो चेत् कपालपरिमाणं घटे आनेतव्यं, यदा तत्र द्विधा अपि कर्तुं शक्यते. तर्हि अत्र किं कृतं? स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणम् इदानीं कपाले वर्तते इति परम्परासम्बन्धेन घटपरिमाणं कपाले आनीतं. तर्हि अत्र प्रतिपादयतु स्वसमवायिसमवायित्वसम्बन्धः सम्बन्धेन कथं वा घटपरिमाणं कपाले वर्तते इति. स्वम् इत्युक्ते किम् इत्यादिकं वदतु. तयोः घटपरिमाणं कार्याधिकरणे कपाले परम्परासम्बन्धेन नेतव्यम्. अस्तु, स च परम्परासम्बन्धः समवायि स्वसमवायिसमवायित्वसम्बन्धः. परम्परासम्बन्धः कीदृशसम्बन्धः इत्युक्ते स्वसमवायिसमवायिसम्बन्धः इति उक्तमस्ति. स्वम् इत्युक्ते घटपरिमाणं, घटपरिमाणं स्वम् अस्ति. तत् समवायिघटः इत्युक्ते समवायसम्बन्धेन घटपरिमाणं घटे अस्ति इति कारणेन घटः तत् समवायि अस्ति. इदानीं घटः कपाले समवायसम्बन्धेन अस्ति, अतः घटः घट क्षम्यतां कपालः स्वसमवायि समवायि अस्ति. स्वसमवायि समवायि अस्ति, अतः कीदृशसम् अत्र किञ्चित् भिन्नरीत्या वक्तव्यं. पुनः वदतु महोदय, स्वम् इत्युक्ते किं? स्वम् इत्युक्ते घटपरिमाणं. हा, तत् समवायि इत्युक्ते किम्? घटः घटः इति तत् समवायि. घटः कथं वा तत् समवायि भवति? समवायसम्बन्धः अस्ति इत्युक्ते समवायि यस्य समवा न तत्रैव किञ्चित् परिष्कर्तव्यं. समवायसम्बन्धेन अस्ति इत्यतः नास्ति. तत् समवायि इत्युक्ते तत् समवायिकारणम् इत्यर्थः. घटः घटपरिमाणस्य समवायीकारणं खलु? समवायिकारणम् तत्र यद्यत् समवायसम्बन्धेन अस्ति इति नास्ति. घटपरिमाणस्य घटः समवायि इत्युक्ते अर्थः कः? समवायिकारणम् इत्यर्थः. अस्तु, तर्हि पुनः वदतु. स्वम् इति घटपरिमाणं, तत् समवायि इत्युक्ते घटः इत्युक्ते घटः घटपरिमाणस्य समवायिकारणम् इत्यर्थः. समीचीनं. इदानीं कपाल घटः घटः कपालः घटस्य समवायिकारणम् अस्ति. समीचीनम्. सो समवायित्वं कपाले इति स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं कपाले प्राप्तम्. इदानीं परम्परया प्राप्तमस्ति घटपरिमाणं कपाले स्वसमवायि समवायित्वसम्बन्धेन वर्तते इति अस्ति. तत्रैव च कपालपरिमाणम् अपि इदानीं कपाले अपि कपालपरिमाणं समवायसम्बन्धेन अस्ति, समवायेन वर्तते इति कार्यकारणयोः कपाले समानाधिकरण्यं सामानाधिकरण्यं सामानाधिकरण्यं सम्पन्नं इदानीं द्वयोः इदानीं घटपरिमाणं च अपि च कपालपरिमाणयोर्मध्ये कपालः सामानाधिकरण्यम् अस्ति तु घटपरिमाणविषये केन सम्बन्धे इत्युक्ते स्वसमवायी समवायित्वसम्बन्धेन कपालपरिमाणविषये समवायसम्बन्धेन महोदय भवता अवगतं खलु समानाधिकरण्यम् अपि च समान अधिकरणम् अनयोः मध्ये कः भेदः अधिकरणं समानम् अस्ति इत्यतः समानाधिकरणं समान अधिकरणम् अस्ति इति समानाधिकरणं समानाधिकरण्यम् अस्ति इत्युक्ते घटपरिमाणम् अपि च कपालपरिमाणं द्वयोः मध्ये समानाधिकरण्यम् अस्ति न अत्र एकनिमिषं तत्र इदानीम् उदाहरणं त्यजतु केवलं स्वशब्दैः समान अधिकरणम् इत्युक्ते किं सामानाधिकरण्यम् इत्युक्ते किम् इति वदति वा केवलं उदाहरणं इत्युक्ते अधिकरणं समानः अस्ति द्वयोः इदानीम् उदाहरणमस्ति चेत् द्वयोः पदार्थयोः अधिकरणं समानम् अस्ति समानाधिकरणं द्वयोः पदार्थयोः यद् समान अधिकरणमस्ति तदेव समान अधिकरणम् इति तर्हि इदानीं सामानाधिकरण्यम् इत्युक्ते किं सामानाधिकरण्यम् इत्युक्ते द्वौ पदार्थौ स्तः इदानीम् अधिकरणं समानम् अस्ति चेत् द्वयोः मध्ये समानाधिकरण्यम् अस्ति समान अधिकरणे यौ भवतः तयोः मध्ये सामानाधिकरण्यं वर्तते खलु समान अधिकरणे यौ भवतः तयोः मध्ये सामानाधिकरण्यं वर्तते सामानाधिकरण्यम् इति कश्चन भावः तद् वर्तते इति प्राप्तं तर्हि पश्यन्तु इदानीं किं कृतं स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं कपाले आनीतं तस्मिन्नेव कपाले कपालपरिमाणम् अस्ति इति कृत्वा इदानीं घटपरिमाणं कपालपरिमाणम् अनयोः मध्ये सामानाधिकरण्यं साधितमस्ति तर्हि इदानीं कार्यकारणभावः तयोः मध्ये भवितुमर्हति तत्र केवलं समवायसम्बन्धः इति वदामश्चेत् समानाधिकरणं न भवति समानाधिकरण्यं न साधितं भवति अतः एकस्य इत्युक्ते घटपरिमाणं कपाले स्वसमवायिसमवायित्वसम्बन्धेन वर्तते इति तादृशसम्बन्धः परम्परासम्बन्धः एकस्मिन् पार्श्वे अन्यस्मिन् पार्श्वे तु समवायसम्बन्धः एव अस्ति अपि च कपालः एव समान अधिकरणं भवति तर्हि कपालपरिमाणं घटपरिमाणस्य कारणं भवितुम् अर्हति इति जातम् एवमेव अत्र भिन्नरीत्या अपि वक्तुं शक्यते इदानीम् अस्माभिः किं कृतं घटपरिमाणं कपाले आनीतं खलु एवमेव कपालपरिमाणमपि घटे आनीतुं शक्यते कपालपरिमाणं घटे आनीत्य इदानीं घटपरिमाणं कपालपरिमाणयोः मध्ये सामानाधिकरण्यं साधयितुं शक्यते तत्र किं कुर्मः स्व इदानीं स्व इति कपालपरिमाणम् इति स्वीकुर्मः कपाल स्वसमवायी इदानीं स्वसमवायी कः शिवमहोदय कपालः कपाले समवेतम् इति पदमस्ति अधोगमनार्थं समवायी इति वदामः उपरि गमनार्थं समवेतम् इति वदामः तर्हि कपालपरिमाणं स्वम् इति स्वीकुर्मश्चेत् कपालपरिमाणं कपाले कपालपरिमाणस्य समवायी अस्ति कपालः, समवायीकारणं तर्हि समवायी अस्ति कपालः. तस्मिन् कपाले समवेतम् अस्ति घटः. घटः सत्यं. तर्हि कपालपरिमाणं घटे केन सम्बन्धेन वर्तते इति चेत् स्वसमवायीसमवेतत्वसम्बन्धेन घटे वर्तते. इदानीं किं जातं? कपालपरिमाणं घटं प्रति आनीतं, तर्हि घटपरिमाणम् अपि च कपालपरिमाणम् अनयोः मध्ये समानाधिकरण्यं साधितं. घटः भवति तत्र समानाधिकरणं घटः भवति. समीचीनं. तर्हि येन केनापि निरूपयितुं शक्यते तत्र इदानीं स्वम् इति घटपरिमाणम् इति स्वीकृत्य स्वसमवायीसमवायित्वसम्बन्धेन घटपरिमाणं कपाले वर्तते, कपालपरिमाणं तु समवायसम्बन्धेन कपाले वर्तते, अत्र समान अधिकरणमस्ति कपालः, तयोः मध्ये इदानीं कार्यकारण समानाधिकरण्यं साधितम् इत्यतः कार्यकारणभावः साधितः. नो चेत् भिन्नरीत्या घटः समान अधिकरणम् इति स्वीकृत्य कपालपरिमाणं स्वसमवायिसमवेतत्वसम्बन्धेन घटे वर्तते, घटपरिमाणं तु समवायसम्बन्धेन घटे वर्तते इत्यतः तत्र घटः समान अधिकरणं भवति, तर्हि कार्यकारणभावः साधितः भवति. एतत् अवगच्छति चेत् अत्र क्लेशः अस्ति वा कस्यापि? सर्वैः बुद्धं वा? अस्तु, तर्हि अस्मिन्नेव विषये करपत्रं निर्मितमस्ति. वदतु भगिनि. समवेतम् इत्युक्ते किम्? उपरि कपालः घटः कपाले समवेतम् अस्ति उपरि गमनार्थं. समवेतस्य अर्थं किम् इति अहं विद्यमानत्वम् इति अर्थः. समवेतम् इत्युक्ते समवायसम्बन्धेन यद् विद्यते तत् समवेतं. घटः कपाले समवायसम्बन्धेन विद्यते खलु. यत् समवायसम्बन्धेन अन्यस्मिन् विद्यते तत् समवेतम्. तर्हि विजया भगिनी, भवती एव प्रश्नस्य उत्तरं वदतु. घटे अत्र चित्रपटमस्ति खलु, त्रिअशीतिः चित्रपटं, तत्र घटे किं समवेतमस्ति? पुस्तके वा? पुस्तके चित्रपटमस्ति खलु. तद्दृष्ट्वा मम प्रश्नस्य उत्तरं वदतु. घटे किं समवेतमस्ति? मध्ये खलु, 94 पेज् मध्ये अधोभागे 83rd चित्रमस्ति. न मम प्रश्नस्य उत्तरम् एकमेव पदं वक्तव्यं. घटे किं समवेतमस्ति? घटपरिमाणं. बहु समीचीनं, तदेव. घटे घटपरिमाणं समवेतमस्ति. समवेतम् इत्युक्ते किं? यत् समवायसम्बन्धेन अन्यस्मिन् वर्तते तस्य नाम अस्ति समवेतम्. घटपरिमाणं समवायसम्बन्धेन घटे अस्ति इति कृत्वा घटपरिमाणं घटसमवेतम् अस्ति. तर्हि भवत्याः एव प्रश्नः, विजया भगिनी भवती वदतु, कपाले किं किं समवेतमस्ति? कपालपरिमाणम् एकमेव वा? कपालपरिमाणं कपालपरिमाणं तु कपालसमवेतम् कपालपरिमाणं कपाले समवायसम्बन्धेन अस्ति. भगिनि एकमेव पदं वक्तव्यं. नो चेत् बहु किमपि वदति चेत् भवत्याः अवगमनम् अस्ति वा न वा इति मया न ज्ञातुं शक्यते. मम प्रश्नस्य उत्तरं किं? कपाले किं किं समवेतम्? एकं तु कपालपरिमाणम् इति भवत्या उक्तं, तत् समीचीनं. हा, अन्यदस्ति वा? अन्यत्र अन्य किम् अस्ति चेत् तत्र परम्परासम्बन्धमस्ति. न घटः अस्ति खलु, घटः कुत्र अस्ति? कपाले अस्ति. केन सम्बन्धेन? समवायसम्बन्धेन. तर्हि घटः समवेतं खलु कपाले? आं जि. हा, तर्हि मम प्रश्नस्य उत्तरं, मम प्रश्नः कः आसीत्? कपाले किं किं समवेतं? भवत्याः उत्तरं भवेत् कपालपरिमाणम् अपि च घटः. बुद्धं खलु? कपाले कपालपरिमाणम् अन्यः घटः अस्ति. हा, द्वयमपि किम्? समवेतं. समीचीनं, बहु समीचीनम्. हा, इदानीं मया अवगतं भवत्याः अवगमनं प्राप्तम् इति. समवेतम् इत्युक्ते किं? कपाले किं किं समवेतं? घटः, कपालपरिमाणं च. घटे किं समवेतं? घटपरिमाणं. तर्हि समवेतम् इत्यस्य अर्थः यत् समवायसम्बन्धेन अन्यस्मिन् वर्तते तद् समवेतम्. तर्हि कपालपरिमाणं केन सम्बन्धेन घटे वर्तते? स्व इत्युक्ते कपालपरिमाणं, स्वसमवायी इत्युक्ते कपालः, कपालसमवेतं घटः, स्वसमवायी समवेतत्वं घटे. तर्हि कपालपरिमाणं स्वसमवायी समवेतत्वसम्बन्धेन घटे वर्तते. तस्मिन्नेव घटे घटपरिमाणम् अपि अस्ति इति कृत्वा इदानीम् अन्यरीत्या कपालपरिमाणं घटपरिमाणयोः मध्ये समानाधिकरण्यम् अस्माभिः साधितम्. तेन कार्यकारणभावः अपि साधितः. बुद्धं खलु? अस्तु, बहु समीचीनम्. हा, एतद् अवगच्छति चेत् झटिति पठितुं शक्यते. तत्र दीर्घ करपत्रं यद् अद्य अस्माभिः पठनीयं, तत्र एतदेव लिखितम्, अन्यत् किमपि नास्ति. अस्तु, अग्रे गच्छेम. महोदय, हा, एतावत्पर्यन्तं वयं पठितवन्तः घटः कपाले समवायसम्बन्धेन अस्ति इति, किल? सत्यम्. इदानीं कपाले घटः समवेतः अस्ति इति उभयः, द्वयः अपि समान अर्थः वा? न, एकत्र प्रथमवाक्ये भवता किम् उक्तं? घटः समवायसम्बन्धेन कपाले वर्तते, तत्र सम्बन्धः सूचितः. घटः केन सम्बन्धेन वर्तते कपाले? समवायसम्बन्धेन. द्वितीयवाक्ये सम्बन्धः न उक्तः, केवलं कपाले किं समवेतं? घटः. घटस्य अन्यनाम अस्ति समवेतम् इति. तत्रापि यद् समवायसम्बन्धेन वर्तते तस्य एव नाम किमिति? समवेतम् इति. किन्तु तत्र सम्बन्धः न उक्तः, इत्युक्ते अन्तर्भूतः अस्ति. यद् समवायसम्बन्धेन अन्यस्मिन् वर्तते तस्य एव भिन्ननाम अस्ति समवेतम् इति. इतोपि केवलं स्पष्टार्थम् एतदपि वदामि. इदानीं घटः भूतले वर्तते. बालसुब्रह्मण्य भवानेव वदतु, घटः भूतले केन सम्बन्धेन भवति? संयोगसम्बन्धेन वर्तते. हा, बहु समीचीनं. तर्हि इदानीं यद्यपि घटः भूतले वर्तते, तर्हि उपरि किम् आदेयः कः अत्र? घटः आदेयः. हा, घटः आदेयः, भूतलम् आधारं. तर्हि संयोगसम्बन्धेन घटः भूतले वर्तते, तर्हि उपरि गमनार्थम् उपरि गच्छामश्चेत् घटः अस्ति. तर्हि अत्र भूतले घटः समवेतः इति वक्तुं शक्यते वा? न, समवायी न, समवायी न, सो समवायेन न शक्यते, वक्तुं न शक्यते, न शक्यते. तर्हि किं वक्तव्यम् इति चेत् संयुक्तम् इति वक्तव्यम् इति भेदः. इदानीम् अवगतं खलु, समवेतं संयुक्तम् इति पदद्वयमस्ति. यत् समवायसम्बन्धेन अन्यस्मिन् वर्तते तस्य नाम अस्ति समवेतम्. यत् संयोगसम्बन्धेन अन्यस्मिन् वर्तते तस्य नाम अस्ति संयुक्तम् इति. इति भेदः वर्तते. अस्तु, समीचीनम्. तर्हि बालसुब्रह्मण्य भवानेव अग्रे पठतु महोदय. इदमेव च द्वितीयम् असमाविकारणत्वं यत् समवायि समवायित्वरूपपरम्परसम्बन्धेन. महोदय क्षम्यतां, तत्र स्व इति पदं त्यक्तं, तद् मुख्यमस्ति. स्वसमवायि समवायित्वरूप यत् समवायि स्वसमवायि समवायित्यरूपपरम्परासम्बन्धेन यत् कार्याधिकरणं तत्र समवायसम्बन्धेन स्थित्वा कार्यजनकत्वम् इदमेव समवायिसमवायित्वरूपपरम्परासम्बन्धेन सम्बन्धे एवं सम्बन्धे स्थित्वा यत् कार्याधिकरणं तत्र समवायसम्बन्धेन स्थित्वा कार्यजनकत्वं भवति तत् द्वितीयम् असमवायिकारणत्वम् इति उच्यते. इदमेव ग्रन्थकृतकारणेन सह एकस्मिन् अर्थे समवेतं सत् कारण असमवायिकारणम् इति उक्तम्. इदमेव ग्रन्थकारः ग्रन्थकृता कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणसमवायिकारणम् इति उक्तम्. अत्र अग्रे पठतु महोदय, अग्रे अस्मिन्नेव विषये. इह कारणपदेन यस्य कार्यस्य विचारः क्रियते तस्य समवायिकारणं ग्राह्यं. प्रकृतकार्यं घटपरिमाणं तत् समवायिकारणं घटः तेन सह एकस्मिन् अर्थे कपाले समवेतं समवायसम्बन्धेन विद्यमानं कपाल परिमाणं घटपरिमाणस्य कारणं भवति इति तत् घटपरिमाणस्य असमवायिकारणम्. सो द्वितीयवाक्यम् इदमेव ग्रन्थकृता कारणेन सह एकस्मिन्नर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तम्. सो अत्र दीर्घनामकरणमस्ति. कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तं ग्रन्थकृतेन ग्रन्थकारकेन एवम् उक्तम्. अत्र कारणम् इत्युक्ते किम् महोदय? अत्र अत्र कारणम् अस्मिन् वाक्ये कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इत्युक्तं. तत्र कारणेन कारणेन सह इति तत्र कारणपदेन किम् उक्तम्? कारणम् इति कार्यजनकम् अस्तु. अत्र एवं कुर्मः महोदय, अहं प्रश्नं पृच्छामि, भवान् तस्य उत्तरं ददातु. अत्र कारणं किं कार्यं किम्? उदाहरणे, प्रकृत उदाहरणे कारणं किं कार्यं किम्? कपाल कपाल अत्रपि घटः कार्यं कपालः कारणं नास्ति. इदानीं समवायिकारणस्य विषये अस्माकं चिन्तनं वा, असमवायिकारणस्य विषये खलु, तत्रापि द्वितीयविध असमवायिकारणस्य. तर्हि अत्र कार्यं किं, कारणं किम्? तर्हि घटपरिमाणं किं, कपालपरिमाणं किं, किं कार्यं किं कारणं? सो कपालपरिमाणं कार्यं, कपालं कारणं. न न कपालपरिमाणं कार्यं वा? कपालपरिमाणं कारणं. हा, कपालपरिमाणम् इति कारणं, कारणं घटपरिमाणम् इति कार्यं, कारणं घटपरिमाणम् इति कार्यं, कार्यम् अस्तु. तर्हि इदानीं कार्यं घटपरिमाणं कुत्र अस्ति? कपालपरिमाणे अस्ति. घटपरिमाणं कपालपरिमाणे अस्ति वा? रूपेण घटपरिमाणं घटे एव अस्ति. हा, तदेव वक्तव्यं खलु. घटपरिमाणं कुत्र अस्ति इति चेत् घटे अस्ति. घटः कीदृशम् इति चेत् घटपरिमाणस्य समवायिकारणं खलु. परिमाणस्य समवायिकारणम् आम्. हा, तर्हि अत्र अस्मिन् वाक्ये कारणेन सह इत्यस्य अर्थः घटेन सह. किमर्थं घटः कारणमिति स्वीकृतं? घटपरिमाणस्य कार्यस्य समवायिकारणमस्ति घटः खलु. अतः कारणेन सह इत्युक्ते घटेन सह इति अस्ति. अतः एव अत्र लिखितम् इह कारणेन कारणपदेन यस्य कार्यस्य विचारः क्रियते तस्य समवायिकारणं ग्राह्यं. प्रकृतकार्यमस्ति घटपरिमाणम्. अस्मिन् उदाहरणे अन्ततो गत्वा कार्यमस्ति घटपरिमाणं, तत् समवायिकारणं घटः. तेन सह, घटेन सह एकस्मिन् अर्थे कपाले समवेतं किं, घटः. कपाले किं समवेतं? घटः. समवायसम्बन्धेन विद्यमानं परिमाणं, तत्र कपाले किं समवेतम्? ये घटः तु समवेतं, किन्तु अन्यदपि अस्ति कपालपरिमाणं, तदपि समवेतं खलु कपाले. किमर्थं समवेतम् इति चेत् समवायसम्बन्धेन एव कपालपरिमाणं कपाले वर्तते इत्यतः. समवायसम्बन्धेन विद्यमानं कपालपरिमाणं घटपरिमाणस्य कारणं भवति इति उक्तम्. कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणं समवायिकारणं, कारणम् असमवायिकारणम् इति उक्तम्. किमपि उक्तं वा केनापि? बुद्धं खलु महोदय? बुद्धमेव. तर्हि पुनः बालसुब्रह्मण्यवदतु श्रीराममहोदय. पुनः एकवारं एकनिमिषं, तस्मात् पूर्वं श्रीराममहोदयस्य प्रश्नः कः इति पृष्ट्वा. प्रश्नः नास्ति, प्रश्नः नास्ति, भवान् पृष्टवान् अवगतम् इति. हा हा, समीचीनम्. हा अस्तु, तर्हि बालसुब्रह्मण्यमहोदय एकवारं वदतु. सो घटः कपालः समवाये सम्बन्धेन अस्ति. कपालपरिमाणं कपालः. समवेतः घटः अपि समवेतः, कपालपरिमाणम् अपि समवेतः. अत्र न महोदय, अत्र तादृशं वदति चेत् क्लेशः अस्ति. घटपरिमाणं समवेतः इति न वक्तव्यं. तत्र समवेतम् इत्युक्ते सा अपेक्षिकपदमस्ति खलु. यथा घटः आदेयः इति तावदेव वदति चेत् इदानीम् अधिकरणं किम् इति मम मनसि प्रश्नः उदेति. तर्हि अधिकरणम् उक्त्वा तदनन्तरं समवेतम् इति पदं वक्तव्यं, यथा घटपरिमाणं घटे समवेतम् इति वदतु. कपालः घटः कपाले समवेतं, कपालपरिमाणमपि कपाले समवेतम्. अत्र घटः कारणमस्ति. कस्य कस्मिन्नर्थे समवेतं? यत् कारणसमवायि कारणम् इति उक्तम्. इह कारणपदेन यस्य कारणस्य विचारः, यस्य कारणस्य विचारः क्रियते तस्य समवायिकारणं ग्राह्यम्. इह कारणपदेन यस्य कार्यस्य विचारः क्रियते अत्र घटः कारणं किल महोदय? किन्तु महोदय अत्र कारणम् इति तावदेव वदति चेत् अर्थबोधः न जायते. इदानीं पश्यतु, एषः पुत्रः इति वदति चेत् पुत्रः इत्युक्ते भवतः पुत्रः वा अन्यस्य पुत्रः वा दशरथस्य पुत्रः वा इति मया न ज्ञातुं शक्यते खलु. पुत्रः इति वदति चेत् कस्य इति आकाङ्क्षा जायते. एवमेव घटः कारणम् इति वदति चेत् आकाङ्क्षा न पूरिता, कस्य कारणम् इति अपि वक्तव्यम्. वदतु. सो घटः कारणं कपालस्य घटपरिमाणस्य कारणं सत्यं. अस्माकं कार्यम् अत्र प्रकृत उदाहरणे कार्यमस्ति घटपरिमाणं, कारणमस्ति कपालपरिमाणं. तर्हि कार्यं घटपरिमाणम् इति स्वीकुर्मश्चेत् तस्य कारणं किम्? पुनः एकवारं कृपया. घटपरिमाणस्य कारणं किम्? घटपरिमाणस्य कारणं घटः. कीदृशकारणम् इति परम्परा न कीदृशकारणं, कीदृशकारणम् इत्युक्ते समवायिकारणं वा असमवायिकारणं वा इति भवता वक्तव्यम्. समवायिकारणं, समवायिकारणम् अत्र भवान् अवगच्छति खलु महोदय? किञ्चित् भ्रमः. घटपरिमाणस्य कारणमस्ति समवायिकारणमस्ति घटः. घटः कुत्र वर्तते इदानीं? समवायिरूपेण कपाले वर्तते. समवायिरूपेण इति किमर्थं वर्तते? समवायसम्बन्धेन घटे कपाले वर्तते. सम्बन्धेन कपाले वर्तते. तर्हि इदानीं तादृशकपाले किं समवेतम् अस्ति अन्यत्? कपाले समवेतः समवेतः कपालपरिमाणं कपाले समवेतः. सत्यं. तर्हि कपालपरिमाणं समवेतमस्ति खलु? घटपरिमाणस्य कारणं घटः, घटस्य कारणं कपालः, तस्मिन्नेव कपाले समवेतम् अस्ति कपालपरिमाणम् इति कृत्वा कारणेन सह इत्युक्ते घटेन सह एकस्मिन् अर्थे इत्युक्ते कपाले समवेतम् इत्युक्ते कपालपरिमाणम् इति अर्थः. उक्तं खलु. अहं वदामि घटपरिमाणं घटः घटपरिमाणस्य कारणं, कपालः घटस्य कारणं, पुनः कपालः कपालपरिमाणस्य समवेतः. कपालः समवेतः वा कपालपरिमाणं समवेतः? कपालपरिमाणं कपालस्य समवेतः. अत्र अन्यः सम्बन्धः अस्ति कपालपरिमाणं कपालयोः मध्ये. अत्र तत्र समवेतम् इति वदति चेत् पर्याप्तं खलु? यत् समवायसम्बन्धेन अन्यस्मिन् वर्तते तदेव समवेतम् इति वक्तुं शक्यते. अतः पुनः सम्बन्धः न वक्तव्यः, समवेतम् इति वदामश्चेत् पर्याप्तं भवति. तर्हि एतस्य वाक्यस्य एव अर्थं वदतु, कारणेन सह एकस्मिन् अर्थे समवेतम् इत्युक्ते किं? तत्र कारणेन इत्युक्ते किम्? कारणेन इति घटः घटपरिमाणं घटेन, कारणेन इत्युक्ते घटेन घटेन घटेन सह एकस्मिन् अर्थे. अत्र एकस्य एकः अर्थः कः? एकः अर्थः कारणं. न भोः, कपालः खलु. कारणेन सह घटेन सह एकस्मिन् अर्थे कपाले समवेतं कपालपरिमाणं. आमां परिमाणस्य कारणं कपालः घटस्य कारणम् अतः. तर्हि कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति मूलग्रन्थे यत् ग्रन्थकारेण उक्तम्, अस्मिन् उदाहरणे कथं तस्य अवगमनं भवेत् इति चेत् कारणेन सह इत्युक्ते घटेन सह एकस्मिन् अर्थे कपाले समवेतं कपालपरिमाणं तद् कारणमस्ति. कीदृशकारणम्? असमवायिकारणमस्ति. कस्य? घट घटपरिमाणस्य कारणमस्ति. अस्तु, समीचीनं. तर्हि अग्रे गच्छेम. विजी भगिनी अग्रे पठति वा? आं महोदय, एकनिमिषः. इह कारणपदेन आरभ्य भवति. यद्यपि मूले अस्यां पङ्क्तौ द्वितीयपङ्क्तिः अस्ति खलु, 95th पेज् मध्ये. यद्यपि मूले अस्यां पङ्क्तौ कार्येण कारणेन सह इत्यादि लिखितं. एकनिमिषः. क्षम्यतां महोदय. यद्यपि मूले अस्यां पङ्क्तौ कार्येण कारणेन सह इत्यादि लिखितं, परन्तु तत्रत्यः कार्येण इति अंशः प्रथम असमवायी कारणपरः व्याख्यातः. कारण इति प्रकृतसम्बन्धं तथा च कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् इति आद्यं, कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् इति अपरम् असमवायीकारणं सिद्ध्यति. यद्यपि मूले अस्यां पङ्क्तौ कार्येण कारणेन सह इत्यादि लिखितं, अस्माभिः कार्येण सह कारणेन सह इति उच्यते, परन्तु अस्माभिः न उच्यते भगिनि. तत्र मूलग्रन्थकारेण तर्कसङ्ग्रहकारेण उक्तं कार्येण कारणेन सह इति तेन उक्तं. परन्तु तत्रत्यः कार्येण इति अंशः प्रथमसमवायी कारणपरः. अस्माभिः दृष्टं किल प्रथम असमवायीकारणम् इति कार्ये कार्येण सह कार्यं करोति चेत् प्रथम असमवायीकारणं तर्हि भवती एतादृशं करोतु. अत्र वाक्यमस्ति खलु तथा च कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणमिति आद्यम् इत्युक्ते प्रथमासमवायीकारणं तद् निरूपयतु. इदानीम् उदाहरणं किं स्वीकरोति निरूपणार्थं? कपालसंयोगः घटः. बहु समीचीनं. तर्हि कपालसंयोगः कपाले समवायी सम्बन्धेन कार्येण सह स्थित्वा घटं समवायसम्बन्धेन घटस्य कारणं भवति कपालसंयोगः. एकनिमिषं भगिनि, अत्र किं कुर्मः? कपालद्वयसंयोगः इति कारणं, घटः इति कार्यं. तर्हि एतद्वाक्यं प्रतिपादयतु. कार्येण सह एकस्मिन् अर्थे समवेतम्. तर्हि कार्येण इति अत्र किं भवति? कार्येण इत्यस्मिन् स्थाने कपालसंयोगः. कपालसंयोगः कार्यं वा कारणं वा? कारणं. तर्हि कार्येण इत्यत्र कपालद्वयसंयोगः इति किमर्थं वदति? कार्येण सह कारणेन सह वा? भगिनी, कत्र अत्र अत्र भ्रमः यदा कदापि न भवेत्. अत्र सोपानेन गच्छेम, तर्हि भ्रमः न भवति. अस्मिन् प्रकृत उदाहरणे कार्यम् अस्ति घटः, कारणम् अस्ति संयोगः, कपालद्वयसंयोगः. तर्हि कार्येण सह अत्र कार्यं किम्? घटः. तर्हि घटेन सह कार्यम् इति पदस्य स्थाने घटः स्थापयतु. घटः एव कार्यं खलु? आम्, घटे. तर्हि घटेन सह एकस्मिन् अर्थे कुत्र? कपाले. कार्येण घटेन सह एकस्मिन् अर्थे कपाले समवेतं किम्? कपाले कपालसंयोगः. हा, कपालसंयोगः तु समवायसम्बन्धेन कपाले वर्तते खलु. तर्हि कपालसंयोगः समवेतं घटं प्रति. तर्हि कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् इत्युक्ते घटेन सह एकस्मिन् अर्थे कपाले समवेतं कपालपरिमाणम् प्रथमविध असमवायीकारणम् अस्ति. एवमेव इदानीं द्वितीयवाक्यमपि प्रतिपादयतु. अत्र कार्यमस्ति घटपरिमाणं, कारणमस्ति कपालपरिमाणम्. कार्यमस्ति घटपरिमाणं, कारणमस्ति कपालपरिमाणम्. कार्येण सह न अत्र अत्र इदानीं द्वितीयवाक्यं कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणं तत् प्रतिपादनीयं. कारणेन सह एकस्मिन् अर्थे अत्र घटपरिमाणे सह कपाल एकनिमिषं. घटपरिमाणम् इति कार्यं वा कारणं वा? कार्यं. तर्हि कारणेन इत्यत्र घटपरिमाणं कथं वा स्थापयति? कपालपरिमाणसह कपालपरिमाणं कार्यं न वा महोदय? कपालपरिमाणं कार्यं वा? न, कारणं. हा, किन्तु इदानीम् अस्माभिः किं निरूपणीयं? कपालपरिमाणमेव निरूपणीयं खलु? अत्र कारणेन इति पदस्य अर्थः अत्र द्वितीयवाक्यमस्ति कारणेन सह एकस्मिन् अर्थे समवेतं सत् अत्र कारणेन इत्युक्ते घटेन इति अर्थः घटपरिमाणस्य समवायिकारणं घटः खलु घटेन सह घटेन सह घट एकस्मिन् अर्थे एकस्मिन् अर्थे कपाल एकस्मिन् अर्थे एकस्मिन् अर्थे इत्युक्ते कपाले कपाले कपालपरिमाण कपाले इदानीं किं समवेतमस्ति कपाले कपालपरिमाणं हा तावदेव कपालपरिमाणं घटे कपालपरिमाणम् इति कारणं कपालपरिमाणं कारणम् कीदृशकारणं द्वितीयविध असमवायीकारणं धन्यवादः महोदय बुद्धं खलु बुद्धं घट पुनः एकवारं घटपरिमाणम् अस्तु घटेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् अपरम् इत्युक्ते द्वितीयविध असमवायीकारणम् अत्र कारणेन सह इत्युक्ते घटेन सह किमर्थं घटः कारणं घटपरिमाणस्य समवायीकारणं घटः अस्ति खलु घटः अस्ति घटेन सह एकस्मिन् अर्थे कपाले समवेतं कपालपरिमाणं कारणं द्वितीयविध समवायीकारणं भवति आं महोदय क्षम्यतां खलु आम् आं बुद्धं बुद्धं स्पष्टं धन्यवादः तत्र मूलग्रन्थकारणेन एवम् एकम् एतादृशं लिखितं कारणेन सह कार्येण सह इति किन्तु तत्र किञ्चित् जाटिल्यमस्ति सामान्यतया तस्य अवगमनं न कर्तुं शक्यते इत्यतः एतत् सर्वं विद्याधिरीग्रन्थकारेण लिखितम् उदाहरणं अस्तु हा तर्हि अग्रे गच्छेम विजया भगिनी पठति वा यद्यपि आं जि यद्यपि सर्वमिदं मूलपङ्क्तिव्याख्यान अवसरे एव वक्तुम् उचितं तदापि समवायिकारण असमवायिकारणादि विभागात् प्राकेव मूले गुरुत्वलक्षणे असमवायिकारण उल्लेखः वर्तते इति तन्निरूपणे ग्रहणे च सौकर्याय प्रसङ्गात् सङ्ख्यापरिमाणनिरूपणे एव तन्निरूपणं कृतं मूलपङ्क्तिव्याख्यान अवसरे तु विशेषं कश्चन पश्यामः यद्यपि सर्वमिदं मूल पङ्क्तिव्याख्यान अवसरे एव वक्तुम् उचितम् तत्र कपालकट परिमाणविषये अनन्तरं कार्यकारणविषये इत्यादि मूलपङ्क्ति व्याख्यान अवसरे एव तत्र अत्र अत्र अत्र भगिनी स्थूलाक्षरैः यद् लिखितमस्ति किल गुरुत्वलक्षणे असमवायकारण उल्लेखः कृतः अग्रे आयास्यति नव अधिक एकशततमपुटे इदानीं न द्रष्टव्यम् अहं वदामि नव अधिक एकशततमपुटे आद्यपतन असमवायीकारणं गुरुत्वम् इति गुरुत्वम् इति कश्चन गुणः अस्ति तस्य लक्षणम् एवम् उक्तम् आद्यपतन असमवायीकारणं गुरुत्वं तत्रैव मूलग्रन्थे असमवायीकारणम् इति पदं योजितम् अतः ग्रन्थकारः वदति यद्यपि सर्वमिदं मूलपङ्क्तिव्याख्यान अवसरे एव वक्तुम् उचितं तर्हि असमवायि द्वितीयविध असमवायिकारणम् असमवायिकारणं प्रथमविध असमवायिकारणं द्वितीयविधे असमवायिकारणम् इति एतादृशचिन्तनं कुत्र कर्तव्यं मूलग्रन्थे यदुक्तं यत्र उक्तं तत्रैव कर्तुम् उचितमस्ति, तथापि समवायीकारण असमवायीकारणादि विभागात् प्रागेव इति निरूपितनिरूपिते ग्रहणे सौकर्याय, यदि एतादृशचिन्तनम् अत्र न कुर्मः ग्रहणसौकर्यं न भवितुमर्हति इत्यतः प्रसङ्गात् सङ्ख्यापरिमाणनिरूपणे एव एतत् निरूपितं। प्रथमविध असमवायीकारणम् इत्युक्ते किं, द्वितीयविध असमवायीकारणम् इत्युक्ते किम्, असमवायीकारणम् इत्युक्ते किम् इति एतत् सर्वं प्रसङ्गवशात् अत्रैव निरूपितं। यद्यपि मूलग्रन्थे असमवायीकारणम् इति पदम् अग्रे एव आयास्यति, गुरुत्वलक्षणे एव आयास्यति, तथापि अत्रैव निरूपितम् इति अत्र लिखितम्। बुद्धं खलु? तद् भवन्तः न ज्ञातुं शक्यते इति मया उक्तं तावदेव, अग्रे आयास्यति इति मया पठितम् इत्यतः अहं जानामि। अस्तु, तर्हि इदानीं किं कुर्मः, कार्यकारणभावः च द्वितीयम् असमवायीकारणम् इति करपत्रं मया प्रेषितं खलु, तत्र गच्छेम। अस्तु, विजया भगिनी भवती एव पठतु भगिनि करपत्रात्। कार्यकारणभावः च द्वितीयम् असमवायिकारणं कार्यकारणभावस्य कथनावसरे लक्ष्यं किम्, एकस्मिन् अधिकरणे कार्यस्य च कारणस्य च वृत्तित्वम् इत्युक्तौ केन सम्बन्धेन कारणम् अधिकरणे, पुनः केन सम्बन्धेन कार्यम् अधिकरणे इति वक्तव्यम्। कुत्रचित् द्वयोः कारणकारणयोः सम्बन्धः अधिकरणे साक्षात् सिद्ध्यति, पुनः कुत्रचित् एकस्य साक्षात् एकस्य परम्परा, किन्तु यत्र कार्यकारण अभावः कार्यकारणभावः आनुभविकः तत्र कथञ्चित् अधिकरणे कार्यस्य कारणस्य च सम्बन्धः साधनीयः एव, अस्मिन् विषये अत्र चिन्तनं भविष्यति। तत्र कार्यकारणभावस्य कथन अवसरे इत्युक्ते तत्र कथनसमये लक्ष्यं किम् इति तत्र ज्ञातव्यं। कपालद्वयम् अस्ति चेत् एतत् संयोजनेन एव तत्र घटपरिमाणम् अस्ति, अनन्तरं घटपरिमाणभूतले कारणम् एतत् सर्वम् आनुभाविकम् इति रूपेण एव ज्ञातुं शक्नुमः। केन सम्बन्धेन कारणम् अधिकरणे, अनन्तरं केन सम्बन्धेन कार्यम् अधिकरणे, एतत् सर्वम् अग्रे एव दत्तमस्ति इति अहं मन्ये। कार्यकारणयोः सम्बन्धः अधिकरणे साक्षात् सिद्ध्यति, कुत्रचित् एकस्य साक्षात् एकस्य परम्परा साक्षात् इति कार्यभावः। क्षम्यतां भगिनि, अत्र मुख्यवार्ता अस्ति एकमेव, कार्यकारणभावः साधनार्थं किं साधनीयम्। कार्यकारणद्वयोः मध्ये कार्यकारणभावः अस्ति इति साधनार्थं किं साधनीयम्। समानाधिकरणम्। समानाधिकरणं तयोः समानाधिकरणम् अस्ति इति साधनीयं खलु, तदेव मुख्यवार्ता अर्थः, तद् अवगच्छति चेत् पर्याप्तं। समानाधिकरणम् अस्ति इति साधनीयं, तदेव अत्र अस्ति। तत्र कुत्रचित् साक्षात् समानाधिकरण्यं भवति, अन्यत्र परम्परया समानाधिकरण्यं भवति, तावदेव अत्र उक्तं। कुत्रचित् इत्युक्ते इदानीं घट कपालद्वये संयोगः अपि च घटः, तत्र साक्षात् समानाधिकरणमस्ति कपालः। कपालद्वये संयोगः कुत्र वर्तते, कपाले। घटः कुत्र वर्तते, कपाले। तर्हि तत्र साक्षात् समानाधिकरणमस्ति इति कृत्वा घटः अपि च कपालद्वयसंयोगः अनयोः मध्ये सामानाधिकरण्यं साधितं साक्षात् कुत्रचित् इत्युक्ते इदानीं घटपरिमाणम् अपि च कपालपरिमाणं तत्र परम्परासम्बन्धेन एव सामानाधिकरणं साधनीयं भवतु यत्र कुत् येन केनापि परम्परया वा साक्षात् वा येन केनापि सामानाधिकरण्यं साधनीयम् एव इति अत्र उक्तः अस्ति अग्रे पठतु भगिनि विजया भगिनी एव पठतु कार्यकारणभावस्य प्रकटीकरणार्थम् अपेक्षते एकः कार्यकारणभावार्थं कार्यकारणयोः सामानाधिकरणम् अपेक्षितम् सामानाधिकरण्यं वक्तव्यं चेत् एकस्मिन् अधिकरणे कार्यं कारणं च भवतः इति बोध्यं तत्र कार्यकारणभावार्थं कार्यकारणयोः तत्र संयोगेन एव समानाधिकरण्यं तत्र किमर्थं संयोगः इति वदति संयोगेन एव इत्युक्ते किं तत्र संयोगेन एव कार्यकारणं भवति खलु जि सामान्याधिकरणे सामान्याधिकरण्यं तत्र इत्युक्ते कुत्र कारणकारणयोः कारणकारणयोः किमर्थं संयोगः अत्र संयोगस्य वैशिष्ट्यं किमपि नास्ति किमर्थं संयोगः इति पुनः पुनः वदति तत्र कारणकारण कार्यकारणयोः संयोगेन एव तत्र कार्य एकः द्रव्यं वस्तु एतत् अस्ति चेत् तत्र संयोगेन एव एतत् भवति खलु कार्यमस्ति चेत् कारणमस्ति कारणमस्ति चेत् कार्यमस्ति सम्बन्धेन एव किमर्थं संयोगः इति वदति संयोगेन एव इति किमर्थं वदति इदानीं कपालद्वयसंयोगः अपि च घटः अनयोः मध्ये क्षम्यतां कपालद्वयसंयोगः घटः अनयोः मध्ये सामानाधिकरण्यमस्ति वा नास्ति नास्ति वा कपालद्वयसंयोगः कुत्र अस्ति संयोगः कुत्र अस्ति वदतु जि न अहं पृच्छन्नस्मि भवती एव वक्तव्यं कपाले अस्ति कपाले अस्ति कपालद्वयसंयोगः कुत्र अस्ति कपाले अस्ति घटः कुत्र अस्ति विजया भगिनी वदतु घटे अस्ति घटः घटे अस्ति वा कपाले अस्ति वा हा घटः कपाले अस्ति कपालद्वयसंयोगः इति गुणः अपि कपाले अस्ति तर्हि घटसंयोगयोः मध्ये सामानाधिकरण्यमस्ति खलु अत्र संयोगस्य किमपि वैशिष्ट्यं नास्ति हा तर्हि सामानाधिकरण्यं वक्तव्यम् अतः एव द्वयोः मध्ये कार्यकारणभावः साधितः भवति द्वितीयपङ्क्ति पठतु भगिनि कार्यं कारणं च कार्यकारणञ्च एकस्मिन् अधिकरणे इति प्रकटीकरणार्थं द्वे अपि केन सम्बन्धेन अधिकरणे स्तः इति वक्तव्यं केन सम्बन्धेन कार्यम् अधिकरणे तस्मिन्नेव अधिकरणे केन सम्बन्धेन कार्यं भवति इति इदानीं विचारणीयम् एतत् भगिनि किञ्चित् अवधानं अधिकरणे पुनः पठतु भगिनि क्षम्यतां पुनः पठतु भगिनि आम् कार्यं कारणञ्च एकस्मिन् अधिकरणे इति प्रकटीकरणार्थं द्वे अपि केन सम्बन्धेन अधिकरणे स्तः इति वक्तव्यं कार्यकारणम् एकस्मिन् अधिकरणे तत्र अस्ति इति प्रकटीकरणार्थं द्वे अपि केन सम्बन्धेन तत्र अस्ति इति केन सम्बन्धेन अधिकरणे स्तः इति वक्तव्यं केन सम्बन्धेन कार्यम् अधिकरणे तस्मिन्नेव तस्मिन् अधिकरणे एव सम्बन्धेन कार्यं भवति इति इदानीं विचारणीयम्. हा इत्युक्ते सामानाधिकरण्यं. हा वदतु भगिनि. उदाहरणम् अधः अस्ति खलु भगिनि, अस्ति खलु जि? आमां. किन्तु अत्र किं लिखितम् इति चेत् कार्यकारणभावसाधनार्थं प्रथमं द्वयोः मध्ये सामानाधिकरण्यं वर्तते इति निरूपणीयं. तत्र केन सम्बन्धेन द्वयमपि समान अधिकरणे अस्ति इति अपि चिन्तनीयम् इति तावदेव लिखितम्. अस्तु, उदाहरणं पठतु भगिनि अग्रे. उदाहरणानि समवायिकारणं यत्र स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणम्. अवयव अवयविनोः गुणगुणिनोः क्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्योः च समवायसम्बन्धः भवति इति पुटसङ्ख्या 15 एव पूर्वं वयम् अस्माकं दृष्टमेव. एतत् समवायिकारणं तादात्म्ये सम्बन्धेन तस्मिन्नेव अस्ति. एतत् सर्वं पूर्वमेव वयं दृष्टवन्तः. तत्र आदरादेयभावविषये अपि अस्ति खलु जि तत्र? आमां, यदुपरि अस्ति तदादेयः, यद् अधः अस्ति तदाधारम्. अस्तु, घटकपालः इति तत्र वदतु भगिनि. घटकपालः घटं प्रति कपालः समवायिकारणं भवति. अधिकरणं कपालः, घटः कपाले, कपालः कपाले. स्वस्मिन् समवायसम्बन्धेन घटं प्रति तादात्म्यसम्बन्धेन कपालः कारणम्. अनेन कार्यकारणभावः साधितः. तत्र घटम् इति पूर्वं वयं दृष्टवन्तः कार्यमिति. घटं प्रति कपालः समवायिकारणम् इति अस्ति. अधिकरणं कपालः एव द्वयोर्मध्ये. घटः कपाले अस्ति, कपालः कपाले अस्ति. एतत् सर्वं स्वस्मिन् समवायसम्बन्धेन घटं प्रति एतत् सर्वं तादात्म्यसम्बन्धेन तस्मिन् अस्ति. अनन्तरं कपालः समीचीनतया वदतु. घटः कपाले अस्ति, कपालः अपि कपाले अस्ति. घटः केन सम्बन्धेन कपाले अस्ति? तादात्म्यसम्बन्धेन. घटः केन सम्बन्धेन कपाले अस्ति? समवायिकारणेन. समवायिसम्बन्धेन इति वदतु भगिनि. समवायिकारणेन, समवायिसम्बन्धेन. हा, कपालः कपाले केन सम्बन्धेन अस्ति? एतत् तादात्म्यसम्बन्धेन. सत्यं, घटः कपाले समवायसम्बन्धेन अस्ति, कपालः कपाले समवायसम्बन्धेन अस्ति. तर्हि कपालः समान अधिकरणं, घटकपालयोः मध्ये समानाधिकरण्यं साधितम्. तर्हि इदानीं कपालः कीदृशकारणम् इति चेत् समवायिकारणं. समवायिकारणस्य लक्षणं किं? समवायसम्बन्धेन घटं प्रति तादात्म्यसम्बन्धेन कपालः कारणम्. इत्यतः कपालः समवायिकारणमस्ति. अस्तु, समीचीनं भगिनि, धन्यवादः. अग्रे शिवराम महोदय पठितुमिच्छति वा घटपरिमाणं घटः इति? क्षम्यतां महोदय, अद्य अनन्तरं पठामि. अस्तु महोदय, श्रीराम महोदय. घटपरिमाणं घटः, परिमाणं प्रति घटः समवायिकारणं भवति. घटे परिमाणं, घटस्य परिमाणस्य च समानाधिकरण्यं वक्तव्यं. घटः स्वस्मिन् अधिकरणे अस्ति, तस्मिन् अधिकरणे परिमाणम् अपि अस्ति. समवायसम्बन्धेन परिमाणं प्रति तादात्म्यसम्बन्धेन घटः कारणम्. अनेन कार्यकारणभावः साधितः. हा वदतु. इदानीं घटः परिमाणं प्रति कारणं कथं कथम् इत्युक्ते घटः स्वस्मिन् साधारणसम्बन्धेन वर्तते अपि च परिमाणं घटे समवायसम्बन्धेन वर्तते एकस्मिन् अधिकरणे घटे कारणम् अपि च कार्यं वर्तते इति कृत्वा तयोः मध्ये सामानाधिकरण्यम् अस्ति अतः घटः घटपरिमाणस्य कारणं कीदृशकारणं समवायिकारणं तर्हि अग्रे गमनात् पूर्वम् एतादृशं वक्तुं प्रयत्नं कुर्मः त्रीणि सोपानानि सर्वैः वक्तव्यं प्रथमं कार्यं किं कारणं किम् अत्र कार्यमस्ति घटपरिमाणं कारणमस्ति घटः तत् प्रथमसोपानं कार्यं किं कारणं किं द्वितीयसोपानमस्ति द्वयोः समानाधिकरणं किम् इति वक्तव्यं तर्हि घटपरिमाणं कुत्र वर्तते घटे घटः कुत्र वर्तते घटे अतः घटः समानाधिकरणं घटपरिमाणम् अपि च घटयोः मध्ये समानाधिकरण्यं वर्तते इति द्वितीयसोपानं तृतीयसोपानमस्ति केन सम्बन्धेन इति घटपरिमाणं समवायसम्बन्धेन घटे वर्तते घटः तादात्म्यसम्बन्धेन घटे वर्तते इति कृत्वा घटः घटपरिमाणं प्रति समवायीकारणम् इति निरूपितं खलु एवमेव अग्रे महोदय कपालपरिमाणं कपालः समवायसम्बन्धेन कपालपरिमाणं किं कारणं किं कार्यं किम् इति वदतु पठित्वा वदामि वा अस्तु अस्तु पठित्वा वदतु समवायसम्बन्धेन कपालपरिमाणं प्रति तादात्म्यसम्बन्धेन कपालः कारणम् अस्तु तावदेव अस्ति इदानीं कपालपरिमाणं कपालः कपालः इति कारणं कार्यम् अस्ति कपालपरिमाणम् द्वितीयसोपानम् समानाधिकरणम् अस्ति कपालः इदानीं कपालः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते कपालपरिमाणं समवायसम्बन्धेन कपाले वर्तते इति कृत्वा कपालः कपालपरिमाणं प्रति कारणम् कीदृशकारणम् तदपि समवायिसम्बन्ध समवायिकारणं हा भवतु अस्तु अग्रे अभ्यासः दत्तः अस्ति तद् इदानीं अग्रे न कुर्मः पटतन्तुः पटरूपं पटः इति अग्रे अपि महोदय असमवायिकारणम् अत्रापि सोपानत्रयं स्वीकुर्मः कीदृशं कारणं कीदृशकारणं असमवायिकारणं समवायिकारणे समवायसम्बन्धेन यः गुणः अथवा या क्रिया कार्यं प्रति कारणं तत् असमवायिकारणम् इदानीं गुणः अथवा क्रिया भवति असमवायिकारणं समवायिकारणे सम्बन्धेन समवायसम्बन्धेन अधिकरणे वर्तते इति प्रथमविधं घटः कपालसंयोगः घटस्य असमवायिकारणं कपालसंयोगः अधिकरणं कपालः घटः कपाले कपालसंयोगकपाले समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगकारणम् इदानीं कारणम् अस्ति घटः क्षम्यतां कार्यम् अस्ति घटः कारणम् अस्ति संयोगः कपालसंयोगः इदानीं समानाधिकरणम् इति कपालः इति समान अधिकरणम् अस्ति समीचीनम् इदानीं संयोगः कपालसंयोगः कपाले समवायसम्बन्धेन वर्तते समीचीनं घटः इति कार्यं समवायसम्बन्धेन कपाले वर्तते इति कृत्वा इदानीं गुणः गुणः त्यजतु इदानीं तत् त्यजतु तद् आगच्छति चेत् तत् तद् आनयति चेत् क्लेशः भवति सर्वेषाम्. अस्तु, अत्र साक्षात् सम्बन्धः उक्तः खलु, साक्षात् कपालसंयोगः कपाले वर्तते, घटः अपि कपाले वर्तते, समानाधिकरणं घट् कपालः कार्यन्तः वर्तते इति कारणं. इत्युक्ते साक्षात् सम्बन्धः अत्र वर्तते खलु इति कृत्वा असमवायिकारणम् अस्ति. कतिविध असमवायिकारणम् अस्ति कपालसंयोगः. तर्हि यत्र साक्षात् सम्बन्धः सिद्ध्यति तत्र प्रथमविध असमवायिकारणं स्वीकर्तव्यं. सत्यं. यदि कार्यतावच्छेदकसम्बन्धः कारणतावच्छेदकसम्बन्धः द्वयमपि समवायसम्बन्धः इति स्थितिः तत्र प्रथमविध असमवायिकारणं स्वीकर्तव्यं. प्रथमवाद अस्तु, अग्रे महोदय आगत्य अभ्यासः अस्ति तद् त्यजामः. आहत्य यत्र घटः समवायेन जायते कपाले तत्रैव तस्मिन् कपाले कपालद्वयसंयोगः समवायसम्बन्धेन अस्ति घटं प्रति कपालद्वयसंयोगः असमवायिकारणम्. अत्र कपाल अन्तर्भावेन कार्यकारणयोः समानाधिकरण्यम् कपालान्तर्भावेन कार्यकारणयोः एवम् उभयम् एकस्मिन् अधिकरणे इति प्रथमम् असमवायिकारणं कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्. इदानीं संयोगः इति स्वीकृतः अस्ति, तत्र पुनः वक्तव्यं अत्र एकमेव वदतु, उभयम् एकस्मिन् अधिकरणे इत्यस्य अर्थः कः? उभयम् इत्युक्ते घटः अपि च संयोगः एकस्मिन् अधिकरणे कपाले. इत्युक्ते कार्यम् अपि च कारणं द्वयमपि, उभयम् इत्युक्ते कारणम् अपि च कार्यम्. उभयं कार्यं कारणम् उभयम् उभयमपि एकस्मिन् अधिकरणे वर्तते चेत् अपि च तत्र सम्बन्धः उभयोः अपि सम्बन्धः समवायसम्बन्धः अस्ति चेत् तत् प्रथमविध असमवायिकारणं भवति. कार्येण सह एकस्मिन् तर्हि उभयमपि एकस्मिन् अर्थे अस्ति, किन्तु एकः सम्बन्धः समवायसम्बन्धः, अन्यः सम्बन्धः तादात्म्यसम्बन्धः अस्ति चेत् तत् समवायिकारणं भवति. समवायिकारणम् उभयमपि एकस्मिन् अधिकरणे अस्ति, किन्तु सम्बन्धद्वयं कार्यतावच्छेदकसम्बन्धः कारणतावच्छेदकसम्बन्धः द्वयमपि समवायसम्बन्धः अस्ति चेत् प्रथमविध असमवायिकारणं भवति. अत्र अत्र केवलम् अभ्यासार्थं महोदय, अत्र कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्. इदानीम् उदाहरणमस्ति पटः तन्तुसंयोगः. पटः वाक्यं प्रतिपादयतु. कार्येण सह इत्युक्ते पटेन सह एकस्मिन् अर्थे तन्तौ समवेतं सत् कारणं समवेतं तन्तुसंयोगः. तन्तुसंयोगः कारणम् असमवायिकारणं. बहु उत्तमं, समीचीनं, तदेव. कारणेन कार्येण सह पटेन सह एकस्मिन् अर्थे तन्तौ समवेतं सत् कारणं तन्तुसंयोगम् असमवायिकारणम्. तत्संयोगं संयोगं कारणं तत्संयोगः, नो चेत् तन्तुसंयोगः कारणम् असमवायिकारणम्. अस्तु, घटपरिमाणस्य कपालपरिमाणस्य च कार्यकारणभावः इति अस्ति अग्रे. इदानीं तत्र द्वितीयविध असमवायिकारणम्, एतत् सर्वम् अस्माभिः अधीतमेव, नूतनं किमपि नास्ति. कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणं सत् इत्युक्ते तत्र किं सूचयति जि विद्यमानत्वं समवेतं सत् सत् इति शत्रुप्रत्ययः शत्रुन्तरूपमस्ति यथा पश्यन् इति वदामः खलु पश् दातो दृश् धातोः हा दृश् धातोः प्रथमा विभक्ति एकवचनरूपं शत्रु शत्रुन्तरूपमस्ति पश्यन् एवमेव अस् धातोः प्रथमा विभक्ति एकवचनशत्रुन्तरूपमस्ति सत् इति धन्यवादः अस्तु तर्हि किञ्चित् अपि अग्रे पठेम वा इतोपि किञ्चित् समयः अस्ति अत्र अत्र किमपि नूतनं नास्ति एतत् सर्वं पुनः पुनः अस्माभिः अधीतमेव तर्हि श्रीरामहोदय भवानेव पठतु महोदय घटपरिमाणस्य कपालपरिमाणस्य च कार्यकारणभावः घटपरिमाणस्य कपालपरिमाणस्य च कार्यकारणभावः अत्र कार्यकारणयोः अधिकरणं समानम् इति साक्षात् न दृश्यते तदर्थं परम्परया वक्तव्यं भवति एव किमर्थं वक्तव्यम् इति चेत् कार्यकारणभावः अस्ति इति अस्माकम् अनुभवः घटे विद्यमानस्य परिमाणस्य कारणं कपाले अवयवे विद्यमानं परिमाणम् इत्थं कार्यकारणभावः अनुभवितः अस्माभिः सर्वैः अनुभूयते इति कारणतः कथञ्चित् कार्यकारणभावः साधनीयः यत्र कार्यकारणभावः अस्ति किन्तु सामानाधिकरण्यं साक्षात् नास्ति तत्र परम्परया वक्तव्यं भवति अन्यः न कोऽपि उपायः यत्र कार्यं जायते तत्रैव कारणेन भाव्यम् अत्र कार्यम् अस्ति अन्यत्र कारणम् उत्पद्यताम् इति तु कथमपि न भवति तर्हि कार्याधिकरणे भवेत् खलु हा सत्यं यत्र कार्यमस्ति तत्रैव कारणम् अपि भवेत् कार्याधिकरणे भवेत् इति इति कृत्वा परम्परया यत्र साक्षात् अस्ति तत्र क्लेशः नास्ति यत्र साक्षात् नास्ति उदाहरणं घटपरिमाणं कपाले नास्ति घटे एव अस्ति तर्हि केनापि परम्परासम्बन्धेन घटपरिमाणं कपालं प्रति आनेतव्यं नो चेत् कपालपरिमाणं घटं प्रति आनेतव्यम् ततः एव समानाधिकरणं साधयितुं शक्यते समानाधिकरणम् अस्ति चेदेव कार्यकारणभावः लभ्यते द्वितीयसमवायिकारणं यथा घटपरिमाणं प्रति कपालपरिमाणम् असमवायिकारणं घटस्य परिमाणं समवायसम्बन्धेन घटे कपालस्य परिमाणं समवायसम्बन्धेन कपाले घटपरिमाणकपालपरिमाणयोः एकम् अधिकरणम् अप्रसिद्धम् अतः कार्यस्य वा कारणस्य वा परम्परया सम्बन्धः स्वीकार्यः यदा भवान् उक्तं कार्यस्य अथवा कारणस्य परम्परासम्बन्धः यत्र सामानाधिकरणं साक्षात् नास्ति अस्तु अत्र स्थगयामः किमर्थमित्युक्ते समयः जातः अत्र अत्र किमपि नूतनं नास्ति एवमेव पठित्वा अवगम्य अग्रे गन्तव्यं किन्तु समयः जातः प्रायः समापनार्थम् इतोपि पञ्चादशनिमेषाः स्वीकरणीयः इति कृत्वा अत्र स्थगयामः एतावत्पर्यन्तं प्रश्नः अस्ति वा किञ्चित् अभ्यासं कुर्वन्तु सर्वे कृपया तत्र कारणेन सह कार्येण सह एकस्मिन् अर्थे कुत्र समवेतं किम् इति तादृशम् अभ्यासं कुर्वन्ति चेत् अतः एव अत्र अस्मिन् पुस्तके अस्मिन् करपत्रे अभ्यासाः दत्ताः पठतन्तुसंयोगः हस्तपुस्तकयोः संयोगः इति इत्युक्ते नास्ति खलु प्रसिद्धं नास्ति घटपरिमाणं कुत्र अस्ति? घटे अस्ति. कपालपरिमाणं कुत्र अस्ति? कपाले अस्ति. तर्हि तयोः एकम् अधिकरणम् अप्रसिद्धम् इत्युक्ते प्रसिद्धं नास्ति, नास्ति इत्यर्थः, न विद्यते इत्यर्थः. अतः कार्यस्य वा कारणस्य वा परम्परासम्बन्धः स्वीकार्यः इति निर्बन्धः अस्ति. समीचीनं, धन्यवादः, शुभदिनम्. अस्तु, समीचीनं, सर्वेभ्यो नमस्कारः, धन्यवादः.